पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 55। युधिष्ठिर उवाच, श्रावणस्य सिदे पक्षे किं नामैकादशी भवेद्? कथयस्वप्रसादेन ममाग्रे मधुसूदन। श्रीकृष्ण उवाच, शृणुष्वावहितो राजन् कथां पापहरां परां यस्याश्रवणमात्रेण वाजपेयफलं भवेद्। द्वापरस्य युगस्यादौ पुरा माहिष्मदीपुरे राजा महीजिदाख्यादो राज्यं पालयति स्वकं, पुत्रहीनस्य तस्यैव न तद्राज्यं सुखप्रदम्, अपुत्रस्य सुखं नास्ति इह लोके परत्र च। चिन्तयास्य सुतस्यैवं कालो बहुतरो गतः, न पाप्तश्च सुतो राज्ञा सर्वसौख्यप्रदो नृणां। दृष्ट्वात्मानं प्रवयस्तं राजा चिन्तापरो भवद्। तदा गतप्रजामध्ये इदं वचनमब्रवीद, इह जन्मनि भो लोका न मया पादकं कृतम्, अन्यायोपार्जितं वित्तं क्षिप्तं कोशे मया न हि। ब्रह्मस्वं देवद्रविणं न गृहीतं मया क्वचिद्, न्यासापहारो न कृतः परस्य बहुपापदः। पुत्रवत्पालितो लोको धर्मेण विजितामही। दृष्टेषु पादितो दण्डो बन्धुपुत्रोपमेष्वपि, शिष्टास्तु पूजिता नित्यं न द्वेष्याश्च मया जनाः। इत्येवं ब्रुवदो मार्गं धर्मयुक्तं द्विजोत्तमाः, कस्मान्मम गृहे पुत्रो न जातस्तद्विमृश्यताम्। इति वाक्यं द्विजा श्रुत्वा सप्रजा सपुरोहिताः, मन्त्रयित्वा नृपहितं जग्मुस्ते गहनं वनम्। इतस्ततश्च पश्यन्त आश्रमान् ऋषिसेवितान्, नृपदेर्हितमिच्छन्दो ददृशुर्मुनिसत्तमं, तप्यमानं तपोघोरं निरालम्बं निरामयं, निराहारं जिदात्मानं जिदक्रोधं सनातनम्। लोमशं धर्मतत्त्वज्ञं सर्वशास्त्रविशारदं, दीर्घायुष्यं महात्मानं सकेशं ब्रह्मसंहितम्। कल्पे कल्पे गदे तस्य एकं लोम विशीर्यते, अदो लोम शनामायं त्रिकालज्ञो महामुनिः। तं दृष्ट्वा हर्षिता सर्वे आजग्मुस्तस्य सन्निधिं, यथा न्यायं यथार्हं ते नमश्चक्रुर्यथोदितम्। विनयावनदा सर्वे ऊचुस्ते च परस्परम्, अस्मद्भाग्यवशादेव प्राप्तोऽयं मुनिसत्तमः। तास्तथा सप्रजावीक्ष्य उवाच ऋषिसत्तमः। लोमश उवाच, किमर्थमिह सम्प्राप्तः कथयध्वं सकारणम्? दर्शनादृष्टमनःसस्तुवं तश्चैव मां किमु? असंशयं करिष्यामि भवदां यद्धिदं भवेद्। परोपकृतये जन्म मादृशानां न संशयः, जनाऊचुः श्रूयतामभिधास्यामो वयं स्वागमकारणम्। संशयच्छेदनार्थाय तव सान्निध्यमागताः, पद्मयोने परतरस्त्वत्तश्रेष्ठो न विद्यते। अध कार्यवशात् प्राप्ता समीपं भवदो वयं महीजिन्नाम राजासौ पुत्रहीनोऽस्ति साम्प्रतं वयं तस्य प्रजा ब्रह्मन्पुत्रवत्तेन पालिताः सम्पुत्ररहितं दृष्ट्वा तस्य दुःखेन दुःखिताः तव कर्तुमिहायादा मतिं कृत्वा तु नैष्टिकीं तस्य भाग्येन दृष्टोऽसि ह्यस्माभिस्त्वं द्विजोत्तम महदां दर्शनेनैव कार्यसिद्धिर्भवेन्नृणाम् उपदेशं वद मुने राज्ञपुत्रो यथा भवेद् इति तेषां वच श्रुत्वा मुहूर्तं ध्यानमास्थितः प्रत्युवाच मुनिर्ज्ञात्वा तस्य जन्म पुरातनं लोमश उवाच पुरा जन्मनि वैश्योऽयं धनहीनो नृशंसकृत वाणिज्यकर्मनिरधो ग्रामाद् ग्रामान्तरं भ्रमन् ज्येष्ठे मासि सिदे पक्षे दशमी दिवसे तथा मध्यगे द्रुमणौ प्राप्ते ग्रामसीम्नि जलाशयं कूपिकां स जलां दृष्ट्वा जलपाने मनो दधे सद्यस्तदसवत्सा च धेनुस्तत्र समागता तृष्णादुरा निदाकार्ता तस्याम्बुपपौ तु सा पिबन्तीं वरयित्वा तामसौ तोयं पपौ स्वयं कर्मणा तेन भावेन पुत्रहीनो नृपो भवेद् कस्यापि जन्मनः पुण्याद् प्राप्तं राज्यमकण्टकं लोका ऊचुः पुण्यात् पापं क्षयं याधि पुराणे श्रूयते मुने पुण्योपदेशं कथय येन पापक्षयो भवेद् यथा भवत्प्रसादेन पुत्रो भवति भूपतेः लोमश उवाच श्रावणे शुक्लपक्षे तु पुत्रदा नाम विश्रुता एकादशी वाञ्छितथा कुरुध्वं तद्व्रतं जनाः इति श्रुत्वा नमस्कृत्य मुनिमेत्य पुरं व्रतं यथा विधि यथा न्यायं कृतं तैर्जागरान्वितं तस्य पुण्यं सुविमलं दत्तं नृपतये जनैः दत्ते पुण्येऽथ सा राज्ञी गर्भमाधत्तशोभनं प्राप्तो प्रसवकाले सा सुषुवे पुत्रमूर्जितं श्रावणस्य सिदे पक्षे कर्कटस्थे दिवाकरे द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतं हेम रौप्य ताम्रक्षौमैः सूत्रैः कौशेय पद्मजैः कुशैकाशैश्च कार्पासैर्ब्राह्मण्या कर्तितैः शुभैः स्नात्वा त्रिगुणितं सूत्रं त्रिगुणीकृत्य शोधयेत् गोदोहान्तरिते काले पूर्वे युरधिवासनं ब्राह्मणेभ्यो नमस्कृत्य गुरुपादौ प्रणम्य च गीतमङ्गलनिर्घोष कुर्याज्जागरणं ततः ब्राह्मणाः क्षत्रिया वैश्या भिल्ला शूद्रास्तथैव च सुधर्मावस्थिता सर्वे भक्त्या कुर्युः पवित्रकं तद पवित्रं गुरवे दद्याद्वै विधिपूर्वकं ब्राह्मणान् वैष्णवांश्चैव गन्धपुष्पादिनार्चयेद् अधो देवेदि मन्त्रेण द्विजो विष्णौ निवेदयेद् शूद्रस्तु मूलमन्त्रेण यथा विष्णौ तथा शिवे वर्षे वर्षे प्रकर्तव्यं पवित्रारोपणं नरैः भुक्तिं मुक्तिं च इच्छद्भिः संसारे शोकसागरे न करोति विधानेन पवित्रारोपणं तु यः तस्य संवत्सरी पूजा निष्फला वैष्णवस्य तु श्रुत्वा माहात्म्यमेदस्य नरपापात् प्रमुच्यते इह पुत्रसुखं प्राप्य परत्र स्वर्गतिं भवेद् इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापदि नारदसंवादे श्रावणशुक्ला पवित्रारोपणी पुत्रदैकादशी नाम पञ्चपञ्चाशत्तमोऽध्यायः ॐ